पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 66। नारद उवाच, यमस्याराधनं ब्रूहि मद्भितार्थं सुरोत्तम, कथं न गम्यते देव नरेण नरकान्तरे, श्रूयते यमलोके तु सदा वैतरणी नदी, अनाधृष्या त्वपारा च दुस्तरा बहुशोणिता, दुस्तरा सर्वभूतानां सा कथं सुतरा भवेद्। भयमेदन्महादेव यमलोकं प्रतिप्रभो, तस्य निर्मोचनार्थाय ब्रूहि कृत्यमशेषतः, भगवन् देवदेवेश कृपां कृत्वा ममोपरि। महादेव उवाच, द्वारवत्यां पुरा विप्रस्नादोऽहं लवणाम्भसि, ददृश्ये मुनिमायां तं मुद्गलं नाम वाडव, ज्वलं तमिव चादित्यं तपसा द्योततांगकं, मां प्रणम्य मुनिः प्राह मुद्गलो विस्मयान्वितः। मुद्गल उवाच, अगस्मान्मूर्च्छितो देव पतितोऽस्मि धरातले, प्रज्वलन्ति ममाङ्गानि गृहीतो यमकिङ्करैः, बलादाकृष्यमाणोऽहं पुरुषोऽङ्गुष्टमात्रकः, बद्धो यमभटैर्गाढं नीतोऽस्मि शमनान्तिकं, क्षणात् सभायां पश्यामि यमं पिङ्गललोचनं, कृष्णमुखं महारौद्रं मृत्युव्याधिशदान्वितं, वादपित्तश्लेष्मदोषैर्मूर्तिमद्भिस्तु सेवितं, कायशोषज्वरातङ्कस्फोटिका लूदकादिभिः, ज्वालाङ्गमर्दशीर्षार्ति भगन्धरबलक्षयैः, कण्ठमालाक्षिरोगैश्च मूत्रकृच्छ्रज्वरव्रणैः, विमूर्च्छिका गलग्राह हृद्रोगैर्भूततस्करैः, युद्धं बहुविधैरौद्रैर्नानारूपैर्भयङ्करैः, कपालशिरोहस्तैश्च सङ्ग्रामे नरके तथा, राक्षसैर्धनवैर्घोरैरुपविष्टैः पुरस्थितैः, धर्माधिकारिभिश्चात्र चित्रगुप्तादिलेखकैः, व्याघ्रसिंहवराहैश्च शिखासर्पैः सुदुर्धरैः, वृच्छिकैर्दंष्ट्रिभिर्भूतैः कीडकैर्मत्कुणादिभिः, वृकचित्रादिशुनकैः कङ्कैर्गृध्रैश्च जम्बुकैः, तस्करैर्भूतदारिद्र्यैर्मारिभिर्दागिनीग्रहैः, मुक्तकेशैश्वासकासायैर्भृकुडी कुडिलाननैः, बृहत्प्रतापैर्नोभिदैः शासकैः पापकर्मणां, यमसभायां शुशुभे सेव्यमानः परिग्रहैः, भीमाडविकजीवैश्च यथा व्यालाञ्जनो गिरिः, ततो विश्वेश्वरप्राह समयकिङ्करान् प्रति, नामभ्रान्तैर्भवद्भिश्च समानीध कथं मुनिः, भीमकस्यात्मजो ग्रामे कौण्डिन्ये मुद्गलाभिदः, दाक्षीणायुः क्षत्रियस्सोऽस्ति आनेयो मुच्यतामसौ श्रुत्वैस्तत्ते गतास्तस्मादायादाः पुनरेव ते धर्मराजं पुनः प्राहुः सर्वे ते यमकिङ्कराः तत्रास्माभिर्गतैर्देही क्षीणायुर्नोपलक्षितः यम उवाच किं कारणमदृश्यास्ते प्रायेण भवतां नराः सुकृदा द्वादशीयैस्तु ख्यादा वैतरणी नदी उज्जयिन्यां प्रयागे वा यमुनायां च ये मृताः तिलहस्तिहिरण्यादि दत्तं यैस्तु गवाह्निकम् दूदा ऊचुः तद्व्रतं कीदृशं ब्रह्मन् ब्रूहि सर्वमशेषतः किं तत्र देव कर्तव्यं पुरुषैस्तव तोषदम् येन कृता नरश्रेष्ठद्वादशी कृष्णपक्षजा उपवासे च तेनैव कथं पापात् प्रमुच्यते तद्व्रतं केन विधिना कर्तव्यं च यथावद सुप्रसन्नेन वक्तव्यं दयां कृत्वा दयानिधे श्रीमुद्गल उवाच दूतानां वचनं श्रुत्वा उवाच मधुरं तदा सर्वं वदामि भो दूदा यथा दृष्टं यथा श्रुतम् यम उवाच मार्गशीर्षादिमासे तु या इमा कृष्णपक्षजाः तासु पूर्वासु विधिवद्दुदा वैतरणीव्रतं प्रतिमासं च कर्तव्यं यावद्वर्षं भवेद्ध्रुवं यान्तु कृत्वा दुभो दुदा मुच्यते नात्र संशयः उपवासस्य नियमकर्तव्यो विष्णुतुष्टिदः अद्य मे देवदेवेश उपवासो भविष्यति द्वादश्यां पूज्य गोविन्दं भक्तिभावसमन्वितं स्वप्नेन्द्रियस्य वैकल्याद्भोजनं यच्च मैथुनं तत्सर्वं क्षम मे देव कृपां कृत्वा ममोपरि एवं वै नियमं कृत्वा मध्याह्ने तीर्थमाव्रजेत् मृद्गोमयतिलान्नीत्वा गन्तव्यं विधिपूर्वकं स्नानं तत्र प्रकर्तव्यं व्रतसम्पूर्णहेतवे अश्वक्रान्तेति मन्त्रेण स्नानं कुर्याद्विशेषतः अश्वक्रान्ते रथक्रान्ते विष्णुक्रान्ते वसुन्धरे मृत्तिके हरमे पापं यन्मया पूर्वसञ्चितं तया कतेन पापेन सर्वपापैः प्रमुच्यते काश्यां चैव तु सम्भूतास्तिला वै विष्णुरूपिणः तिलस्नानेन गोविन्दः सर्वं पापं व्यपोहति विष्णुदेहोद्भवा देवि महापापहारिणी सर्वं पापं हरत्वं वै सर्वेषां हि नमोऽस्तु ते तुलसीपत्रकं धृत्वा नामोच्चरणपूर्वकं स्नानं सुकृदिभिः प्रोक्तम् कर्तव्यं विधिपूर्वकम् एवं स्नात्वा समुत्तीर्य परिधाय सुवाससि तर्पयित्वा पितॄन् देवांस्ततो विष्णोस्तु पूजनं संस्थाप्य चाव्रणं कुम्भं पञ्चपल्लवसंयुतं पञ्चरत्नसमोपेदम् दिव्यस्रगन्धवासितं जलपूर्णं सद्रव्यं च ताम्रपात्रसमन्वितं तत्रस्थं श्रीधरं देवं देवदेवं तपोनिधिम्। पूर्णेन विधिना राजन् कुर्यात् पूजां गरीयसीं मुद्गो मयादिरचितं मण्डलं कारयेच्छुभम्। तण्डुलैः शुक्लधौतैश्च अश्मपिष्ठैश्च कारयेद् धर्मराजप्रकर्तव्यो हस्ताद्यवयवान्विदः। नदीं वै तरणीं ताम्रां स्थापयित्वा तदग्रदः पूजयेच्च पृथक् सम्यक् समावाहनपूर्वकम्। आवाहयामि देवेशं यमं वै विश्वरूपिणम्। इहाभ्येहि महाभागसान्निध्यं कुरु केशव। इदं पाद्यं श्रियकान्तसोपविष्टं हरे प्रभो विश्वोद्यानरदो नित्यं कृपां कुरु ममोपरि। भूदिदाय नमः पादावशोकाय च जानुनी उरु नमः शिवायेदि विश्वमूर्ते नमः कटिम्। कन्दर्पाय नमो मेढ्रमादित्याय फलं तथा दामोदराय जठरं वासुदेवाय वैस्थनौ। श्रीधराय मुखं केशान् केशवायेदि वै नमः। पृष्ठं शार्ङ्गधरायेदि चरणौ वरदाय च। स्वनाम्ना शङ्खचक्रासि गदा परशुपाणये सर्वात्मने नमस्तुभ्यं शिर इत्यभिधीयते। मत्स्यं कूर्मं च वाराहं नारसिंहं च वामनं रामं रामं च कृष्णं च बुधं कल्किं नमोऽस्तु ते। सर्वपापौखनाशार्थं पूजयामि नमो नमः। येभिश्च सर्वशो मन्त्रैर्विष्णुं ध्यात्वा प्रपूजयेद् धर्मराज नमस्तेऽस्तु धर्मराज नमोऽस्तु ते। दक्षिणाशापते तुभ्यं नमो महिषवाहन। चित्रगुप्तनमस्तुभ्यं विचित्राय नमो नमः। नरकार्तिकप्रशान्त्यर्थं कामान्यक्षममेप्सितान्। यमाय धर्मराजाय मृत्यवे चान्दकाय च वैवस्वताय कालाय सर्वभूतक्षयाय च मृगोदराय चित्राय चित्रगुप्ताय वै नमः। नीलाय चैव दध्नाय नित्यं कुर्यान्नमो नमः। एवं द्वादशभिपूज्यो नामभिर्धर्मराट् प्रभुः। वैतरणी सुदुःपारे पापघ्नि सर्वकामदे। इहाभ्येहि महाभागे गृहाणार्खं मया कृतं यमद्वारपथे कोरे ख्यादा वैतरणी नदी। तस्यामुद्धरणार्थाय जन्ममृत्युजरादिका या दुस्तरा दुष्कृतिभिः सर्वप्राणिभयापहा। यस्यां भयात् प्रमज्जन्ति प्राणिनो यादनापराः। तर्तु कामस्तु तां घोरं जया देवि नमो नमः। तस्यां देवाधितिष्ठन्ति या सा वैतरणी नदी। सा चापि पूजिता भक्र्या प्रीत्यर्थं केशवस्य च। यस्यास्तडे प्रविशन्ति ऋषयपितरस्तथा सा चापि सिन्धुरूपेण पूजिता पापहारिका। तरीदुं तां प्रदस्यामि सर्वपापविमुक्तये पुण्यार्थं सम्प्रवक्ष्यामि तुभ्यं वै तरणीनदीं मयासि पूजिता भक्त्या प्रीत्यर्थं केशवस्य च कृष्णकृष्ण जगन्नाथ संसारादुद्धरस्व मां नामग्रहणमात्रेण सर्वं पापं हरस्व मे यज्ञोपवीतं परमं कारितं नवतन्तुभिः प्रदिगृह्णीष्व देवेश प्रीदो यच्च ममेप्सितम् इदं तव च ताम्बूलं यथा शक्रिया सुशोभनं प्रदिगृह्णीष्व देवेश मामुद्धर भवार्णवाद पञ्चवर्ती प्रदीपोऽयं देवेशारार्तिकं तव मोहान्धकारद्युमणे भक्तियुक्तो भवार्तिहृत परमानं सुपक्वान्नं समस्तरससंयुगं निवेदितं मया भक्र्या भगवन् प्रतिगृह्यतां द्वादशाक्षरमन्त्रेण यथा सङ्ख्यजपेन च प्रीयतां मे श्रियकान्धप्रीदो यच्छतु वाञ्छितम् पञ्चगावत्समुत्पन्ना मध्यमाने महोदधौ तासां मध्ये दु यानन्दा तस्यै धेन्वै नमो नमः गां सम्पूज्य विधानेन अर्घ्यं दद्यात्समाहितः सर्वकामदुःखे देवि सर्वान्तकनिवारिणी आरोग्यं सन्ततिं दीर्घां देहि नन्दिनि मे सदा पूजिता च वसिष्ठेन विश्वामित्रेण धीमता कपिले हर मे पापं यन्मया पूर्वसञ्चितं गावो ममाग्रदः सन्तु गावो मे सन्तु पृष्ठतः नाके मामुपतिष्ठन्तु हेमशृङ्गी पयोमुचः सुरभ्यः सौरभेयाश्च सरिदस्सागरा यथा सर्वदेवमये देवि सुभद्रे भक्तवत्सले एवं सम्पूज्य विधिवद्यद्याद्गोषु गवाह्निकं सौरभेयः सर्वहिताः पवित्राः पापनाशनाः प्रदि गृह्णन्तु मे ग्रासं गावस्त्रैलोक्यमादरः गङ्गधायै नमो भूत्यै सर्वपापप्रहाणये अनेनैव तु मन्त्रेण गदां वै धारयेत् बुधः पं नभः पद्मनाभाय पद्मं वै धारयेत् सुधीः चं चक्ररूपेण विष्णोधारणं चक्रजं स्मृतं शं शङ्खरूपिणे तुभ्यं नमोऽस्तु सुखकारिणे मन्त्रेणानेन वैदूताधारणं शं खजं स्मृतम् चतुर्नामायुधानां तु धारणं मुनिभिस्मृतम् अग्निहोत्रं यथा नित्यं वेदस्याध्ययनं तथा ब्राह्मणस्य तथैवेदं तप्तमुद्रादिधारणं चन्दनेन सुगन्धेन गोपिकाचन्दनेन तु धारणं च विशेषेण ब्राह्मणैर्वेदपारगैः चण्डालोऽपि भवेच्छुद्धो धारणाच्चन संशयः ऊर्ध्वं पुण्ड्रमृजुं सौम्यं सचिह्नं धारयेद्यदि स चाण्डालोऽपि शुद्धात्मा पूज्य एव सदा द्विजैः चाण्डालानां गृहे दूतास्तुलसी यत्र दृश्यते तत्रात्या तुलसी ग्राह्या भक्तिभावेन चेतसा इति श्रीपाद्मे महापुराणे उत्तरखण्डे पञ्चपञ्चाशत्साहस्र्यां संहितायामुमापदि नारदसंवादे यमाराधनं नाम षट्षष्टितमोऽध्यायः ॐ